गुरुब्रह्म गुरुविष्णुगुरुदेवो महेश्वरः गुरुसाक्षात् परब्रह्म तस्मै श्रीगुरवे नमः श्रीगुरुभ्यो नमः सर्वेभ्यो नमः सर्वेषां स्वागतम् अस्मिन् न्यायवर्गे क्षम्यतां तत्र किञ्चित् समयः तत्र अतीतः यस्मिन् तत्र वर्गं चालयितुं न शक्तवान् किन्तु इदानीं सर्वं सम्यक् अस्ति इति कृत्वा इदानीं तत्र पुनः वर्गः भविष्यति तर्हि स्मरन्तु नाम तत्र अस्माकं तत्र विषयः कः इत्युक्ते तत्र पृथक्त्वम् अपि भेदः पृथक्त्वं नाम तत्र घटः तत्र पटात् पृथक् इति पृथक्त्वम् अपि पृथक्त्वम् इति गुणः भेदः तु तत्र अन्योन्य अभावः नाम घटः पटः न इति तत्र अपि वयं दृष्टवन्तः तत्र गुणः केवलं द्रव्येषु वर्तते किन्तु अभावः अन्योन्य अभावः तत् सः तु तत्र नवद्रव्येषु वृत्तिः किन्तु तत्र सर्वेषु पदार्थेषु भवति अतः तत्र अभावः भिन्नः गुणः भिन्नः अतः पृथक्त्वमपि तत्र भेदः भिन्नः इति चिन्तयामः किन्तु तयोः मध्ये तत्र वैलक्षण्यं वर्तते अथवा समानं वा इति तत्र मतभेदः अस्ति अतः पृथक्त्वम् अपि भेदः तयोः मध्ये परस्परवैलक्षण्यम् इति साधयितुम् इच्छामः तस्य साधनार्थं तत्र अस्माकं यन्त्रम् अस्ति तत्र संयोगः तत्र संयोगस्य आधारेण पृथक्त्वभेदयोः मध्ये परस्परवैलक्षण्यं वर्तते इति इच्छामः अतः तत्र पूर्वस्मिन् करपत्रे वयं संयोगस्य विषये बहु किमपि अतीतवन्तः इदानीं तस्य आधारेण तस्य ज्ञानस्य आधारेण इदानीं पृथक्त्वम् अपि भेदः तत्र भिन्नः पृथक्त्वं भेदः नास्ति इति तत्र तादृशं साधयितुम् इच्छामः अतः तत्र परस्परवैलक्षण्यं वर्तते इति अस्माकम् आशा तर्हि तत्र अग्रे तत्र नूतनकरपत्रम् इदानीम् अस्ति तत्र लिङ्क् अपि तत्र ईमेल् मध्ये अस्ति तत्र पूर्वकरपत्रमपि तत्र लिङ्क् अस्ति गृहपाठमध्ये पुरातनकरपत्रम् इदानीं नूतनकरपत्रं तत्र नवदश सङ्ख्याकरपत्रं तत्र संयोगस्य आधारेण पृथक्त्वभेदयोः परस्परवैलक्षण्यम् इति तर्हि तत्र बहु किमपि अस्ति गभीरः विषयः अस्ति यत् एषः अतः तत्र बहु किमपि तत्र मनसि स्थापयितुम् अस्ति अपि अवगन्तुमपि बहु किमपि अस्ति अत्र अस्तु तर्हि तत्र अग्रे सरामः तर्हि तत्र योगेन्द्रमहोदय भवान् आरम्भं करोति वा योगेन्द्रमहोदय न श्रूयते तत्र अन्येषां कृते अपि स्थितिः समाना वा अथवा श्रूयते अस्तु अस्तु अस्तु तर्हि तत्र विमला भगिनी भवती आरम्भं करोति वा तर्हि महोदय तर्हि सिद्धं तर्हि सिद्धं हा नः समीहितं गुणान्तरं पृथक्त्वं कथम् उच्यते आश्रिता वित्तस्य आश्रितौ इत्यस्य पृथक्त्ववन्तौ यौ आश्रयौ तदाश्रितौ इत्यर्थः एकनिमिषं महोदय अहं करपत्रमेव पठामि अस्तु कथम् उच्यते पृथक् आश्रितवित्यस्य आश्रितावित्यस्य पृथक्तवन्तौ यौ आश्रयौ तदाश्रितौ इत्यर्थः तादृशयोः वृक्षप्रक्षिणोः जायते संयोगः. अस्तु, तर्हि सिद्धम् इत्युक्ते एतद् एतद् अस्माभिः अवगतं यथा किञ्चित् अग्रे अपि पठति यतोहि एतस्य विवरणम् अग्रे एव दत्तम् अस्ति. अस्तु अस्तु, तादृशयोः वृक्षप्रक्षिणोः जायते संयोगः, एवं संयोगाजसंयोगेऽपि संयोग अजसंयोगेऽपि महोदय तत्र प्रायशः संयोगजसंयोगे अपि संयोगजसंयोगे अपि समीहितम् इति इष्टम् एकमेकं पदस्य तत्र अर्थः कः इति दत्तम्. अस्तु, समीहितमित्युक्ते इष्टम् अथवा अभिलषितम् इति अर्थः. तर्हि सिद्धं न अस्माकम् अभिलषितं या इष्टं गुणान्तरं पृथक्त्वम् इत्युक्ते अस्माभिः यत् इष्टमस्ति गुणान्तरं पृथक्त्वम् इत्युक्ते किम् इति तदेव अत्र सिद्धमिति अस्ति. कथम् इत्युक्ते ईदृशम् उच्यते पृथक् आश्रय आश्रितौ इति अस्य पृथक्तवन्तौ यौ आश्रयौ तदाश्रितौ इत्यर्थः. पृथगाश्र आश्रितस्य अत्र किञ्चित् विवरणमस्ति. नाम एतत् सर्वं कोट्स् मध्ये यदस्ति तद् विद्याधर्यम् अस्ति. अस्तु अस्तु अस्तु, अतः तत्र तस्य विश्लेषणम् अग्रे दत्तमस्ति. अतः तत्र किञ्चित् अग्रे पठतु भगिनी, तदनन्तरं विवरणं कुर्मः. अस्तु, समीहितम् इति इष्टम् अभिलषितम् भ्वादिगणीयः इह इह इति चेष्टायाम् इह धातु चेष्टायां लटि ईहते तान्ते ईहित लक्ष्यं गुणान्तरं पृथक्त्वम् इति वक्ष्यमाणम् एतावत्. तर्हि तत्र प्रथमवाक्यस्य अर्थः दत्तः. तर्हि किञ्चित् चिन्तयामः किम् अस्ति. तर्हि इदानीं लक्ष्यमस्ति पृथक्त्वम् इत्युक्ते गुणान्तरम् इति. महोदय, गुणान्तरम् इत्युक्ते किम्? गुणान्तरं नाम एता नाम येषां गुणानां तत्र विवरणं पूर्वं वयं पठितवन्तः तस्मात् भिन्नः अस्ति एषः गुणः. अस्तु अस्तु अस्तु, नाम पृथक्त्वम् इति नूतनगुणः, नूतनगुणः इति. अस्तु, अस्माकं लक्ष्यमस्ति पृथक्त्वम् इति अन्यगुणः. अन्यगुणः इति अन्यगुणः इति अन्यगुणः नूतनगुणः इति अस्माकम् इष्टमस्ति. अस्माकम् इष्टमस्ति पृथक्त्वं, तत् अन्यद् गुणः इति अत्र सिद्धं. कथं सिद्धम् इति पृष्टे सति पृथग् आश्रय आश्रितत्वस्य आश्रितौ इत्यस्य पृथक्त्ववन्तौ यौ आश्रयौ तद् आश्रितौ इत्यर्थः. येषाम् आश्रयः पृथक् अस्ति, यदि द्वौ पदार्थौ स्तः अपि च तेषाम् आश्रयः भिन्नः अस्ति पृथक् अस्ति भिन्न पृथक् अस्ति तदेव पृथगाश्रय आश्रितौ इति उच्यते, यथा अस्माभिः पूर्वं पठितम्. तादृशयोः एव संयोगः जायते यथा वृक्ष अपि च पक्षिणः. वृक्षस्य आश्रय भिन्नं पक्षिणः आश्रयमपि भिन्नं. वृक्षस्य आश्रय अस्ति तस्य शाखाः, पक्षिणः आश्रय अस्ति तस्य अवयवाः. एवं संयोगजसंयोगे अपि समीहितम् इति तदेव तादृशयोः वृक्षपक्षिणोः जायते संयोगः, एतत् उक्तम्. एवं संयोगजसंयोगे अपि नाम एतावत् तत्र संयोग वृक्षपक्षिणोः संयोगः कथं जायते इत्युक्ते तत्र क्रियया क्रियया उद्भवति. आम्, क्रियाजनक कर्मजनकसंयोगः अस्ति. कर्मजसंयोगः अस्ति, तादृशं संयोगजसंयोगः अपि तादृशमेव अस्ति. पृथक् आश्रय आश्रित तत्र तादृशम् अस्ति चेत् भगिनि तर्हि तत्र अग्रे तत्र अस्तु तर्हि तत्र वृक्षस्य अवयवाः इति अस्तु अग्रे अस्ति अस्तु वृक्षस्य अवयवाः पक्षिणः अवयवेभ्यः पृथक् इति कृत्वा वृक्षस्य अवयवेषु पृथक्त्वम् इति गुणः वर्तते पुनः पक्षिणः अवयवाः वृक्षस्य अवयवेभ्यः पृथक् इति कृत्वा पक्षिणः अवयवेषु पृथक्त्वम् इति गुणः वर्तते अनेन वृक्षस्य अवयवः पृथक्त्ववान् पक्षिणः अपि अवयवः पृथक्त्ववान् द्वौ अपि अवयवौ वृक्षस्य एकः पक्षिणः च एकः अवयविनः आश्रयः अतः इमौ द्वौ अपि पृथक्त्ववन्तौ आश्रयौ आश्रयवान् यस्य यस्मिन् इति वृक्षः स्वस्य पृथक्त्ववती आश्रये आश्रितः पक्षी अपि स्वस्य पृथक्त्ववती आश्रये आश्रितः अनेन पृथक्त्ववन्तौ यौ आश्रयौ तद् आश्रितौ वृक्षपक्षिणौ पृथगाश्रय आश्रितौ पृथगाश्रय आश्रितौ इत्यस्मात् युतसिद्धौ तस्माच्च वृक्षपक्षिणोः जायते संयोगः तदेव अत्र उक्तमस्ति पृथक् आश्रय आश्रिता आश्रितौ इत्यस्य अस्तु लक्ष्य अस्माकं लक्ष्यमस्ति गुणान्तरं पृथक्त्वम् इति वक्ष्यम् इति पृथगाश्रय आश्रितौ इति अस्य इति पृथक् आश्रय आश्रितौ इत्यस्य पृथक्त्ववन्तौ यौ आश्रयौ तदाश्रितः पृथक्त्ववान् इत्युक्ते यस्मिन् पृथक्त्वम् अस्ति यथा वृक्षः पृथक् अस्ति तस्मात् वृक्षः पृथक्त्ववान् अत्र वृक्ष किञ्चित् भिन्नः वृक्षस्य अवयवः अवयवाः सन्ति किन्तु एकः अवयवः इति चिन्तयामः नाम तत्र अवयवसमूहः इति चिन्तयामः एकवचने अवयवः इति वदामः तत्र अवयवसमूहः इति चिन्तनं भवेत् किन्तु अवयवसमूह एकवचने वक्तुम् इच्छामः तर्हि अवयवः इति एव वदामः तर्हि पृथक् वृक्षस्य अवयवस्य अवयवः तत्र पृथक्तः अस्ति इत्युक्ते तत् सः वृक्षस्य अवयवः पृथक् अस्ति तथा एव पक्षिणः अवयवः अपि पृथक् अस्ति अतः वृक्षस्य अवयवः पृथक्तवान् पक्षिणः अवयवः अपि पृथक्तवान् द्विवचने पृथक्तवन्तौ इति भवति तर्हि द्वौ अपि द्वौ आश्रयौ अपि पृथक्तवन्तौ पृथक्तवन्तौ आश्रयौ इदानीं पृथक्तवन्तौ आश्रयौ स्तः तयोः नाम तत्र सप्तमी तयोः तस्मिन् तयोः अस्तु तयोः आश्रितः आश्रितः तयोः यत् तस्मिन् आश्रयम् अस्ति तयोः आश्रितः आश्रितौ आश्रितौ नाम तत्र वृक्षपक्षिणौ वृक्षपक्षिणौ आश्रितः वृक्षपक्षिणौ आश्रितौ तत्र आश्रयः इति वदामश्चेत् तत्र आश्रयः इति वदामश्चेत् अवयवे तत्र अवयवस्तरे स्मः अवयवस्तरे स्मः किन्तु आश्रितः इति अस्ति चेत् तर्हि तत्र वृक्षः तर्हि पृथक्तवन्तौ आश्रयौ आश्रयौ पृथक्तवन्तौ तयोः अथवा पृथक्तवान् आश्रयः पृथक्तवती पृथक्तवती आश्रये इति यद्दत्तमस्ति पृथक्तवती आश्रये यद्दत्तमस्ति पृथक्तवत् पृथक्त्ववान् इति प्रथम पृथक्त्ववती सप्तमी पृथक्त्ववान् आश्रयः पृथक्त्ववती आश्रये आश्रितः वृक्षः वृक्षात् भिन्नः पक्षिः वृक्षात् भिन्नः किन्तु सः विषयः नास्ति अत्र पृथक्त्वम् इति आश्रयः पृथक्त्व तत्र वृक्षस्य आश्रयः पक्षिणः आश्रये अस्ति तस्मात् पृथक् इति एव पृथक् अस्ति अस्तु पृथक् पृथक् इति पृथक् अस्ति तेन कारणे तत्र संयोगः जायते इति इति अस्ति भगिनि अतः पृथक् आश्रय आश्रितौ एतत् पदं बहुवारं वयं दृष्टवन्तः किन्तु इदानीं सर्वेषां मनसि स्थापितम् अस्ति इति भाति खलु तत्र सर्वे अवगच्छन्ति खलु पृथक् आश्रय आश्रितौ पृथक् आश्रयौ अतः तत्र अवयवः भिन्नः वृक्षस्य अवयवः भिन्नः पृथक् वृक्षस्य अवयवः पृथक् अपि पक्षिणः अवयवः पृथक् इति पृथक् अस्ति तस्मिन् आश्रये आश्रितः वृक्षः अस्ति अपि पक्षी अपि अस्ति अतः आश्रितौ भवति वृक्षः अपि पक्षी अपि तयोः मध्ये तत्र तौ द्युतसिद्धौ इति कृत्वा तयोः मध्ये संयोगः जायते अतः तर्हि तत्र पूर्वस्मिन् करपत्रे यः विषयः आसीत् तस्य सारांशः अत्र अस्ति तर्हि पृथक् पृथक् पृथक्त्ववन्तौ यौ आश्रयौ तदाश्रितौ इत्यर्थः पृथक् आश्रय आश्रितौ इति अस्य अस्तु समीचीनं धन्यवादः भगिनी अस्मिन् विषये कोऽपि प्रश्नः धन्यवादः भगिनी कोऽपि प्रश्नः तर्हि मनसि भवेत् नाम आश्रयः इत्युक्ते अवयवः वृक्षस्य अवयवः पक्षिणः अवयवः तत्र केवलमेकवचने अस्ति तावदेव अवयवाः भवेयुः किन्तु अवयवः अथवा अवयवसमूहः इति तत्र वदनार्थम् एकवचनं स्वीकृतं तावदेव तर्हि आश्रयः अवयवः वृक्षस्य अवयवः अथवा पक्षिणः अवयवः तस्मिन् आश्रये वृक्षः आश्रितः अस्ति तर्हि आश्रितौ वृक्षः अपि आश्रितः पक्षी अपि आश्रितः तर्हि तौ आश्रितौ आश्रये आश्रितौ आश्रयः पृथक् अतः पृथगाश्रय आश्रितौ इत्यस्य इति अर्थः अस्तु पृच्छामि पृथगाश्रयौ इत्युक्ते स्वस्य अवयवेषु आश्रयौ अनन्तरम् आश्रितौ तर्हि तत्र तत्र दत्तमस्ति पृथक्त्ववन्तौ पृथक् इत्यस्य तत्र पृथक्त्ववन्तौ यौ आश्रयौ तद् आश्रितौ इदानीं पृथक्त्ववन्तौ यौ आश्रयौ इति इत्युक्ते किम् इति एकवारम् एतत् पठतु भगिनि अत्र वृक्षस्य पृथगाश्रय इत्युक्ते वृषः वृक्षस्य अवयवेषु आश्रय आश्रितौ पक्षी स्वस्य अवयवेषु आश्रितौ तादृशं पृथक् आश्रितः इति शब्दस्य अर्थः आश्रयः एव अवयवः अवयवः एव आश्रयः आश्रयः पृथक् अस्ति अनन्तरम् आश्रितौ इत्युक्ते परस्परं वृषः पक्षी परस्परम् आश्रितौ तत्र तत्र पृथक् इति विषयः नास्ति आश्रयः पृथक् अतः एव तत्र एकवारं तत्र इतः पठतु भगिनि वृक्षस्य अवयवाः इति वृक्षस्य अवयवाः पक्षिणः अवयवेभ्यः पृथक् इति कृत्वा वृक्षस्य अवयवेषु पृथक्त्वम् इति गुणः वर्तते पुनः पक्षिणः अवयवाः वृक्षस्य अवयवेभ्यः पृथक् इति कृत्वा पक्षिणः अवयवेषु पृथक्त्वम् इति गुणः वर्तते अनेन अनेन वृक्षस्य पठामि वा? हा पठतु पठतु. अनेन वृक्षस्य अवयवः पृथक्तवान्, पक्षिणः अपि अवयवः पृथक्तवान्, द्वौ अपि अवयवौ वृक्षस्य एकः, पक्षिणः च एकः, अवयविनः आश्रयः, अतः इमौ द्वौ अपि पृथक् पृथक्त्ववन्तौ आश्रयौ वृक्षः. अतः तत्र आश्रयौ पृथक्त्ववन्तौ, पृथक्त्ववन्तौ पृथक् आश्रयः इति तावत् तस्य अर्थः अस्ति. पृथक्त्ववन्तौ यौ आश्रयौ, तदनन्तरं हा तदनन्तरं तस्मिन् आश्रये कः अस्ति? सः आश्रितः, आश्रितः अस्ति खलु. अस्तु, आश्रितः आश्रये कः अस्ति इत्युक्ते यः आश्रितः सः आश्रये अस्ति खलु. तर्हि वृक्षः स्वस्य आश्रये अस्ति, पक्षी अपि स्वस्य आश्रये अस्ति, तर्हि वृक्षः अपि आश्रितः, पक्षी अपि आश्रितः. हा, किन्तु तत्र वृक्ष पक्षी वृक्षात् पृथक् इति विषयः तत्र नास्ति. वृक्षस्य आश्रयः अपि पक्षिणः आश्रयः, तत्र वृक्षस्य आश्रयः पक्षिणः आश्रयात् पृथक् इति एव विषयः. समीचीनम्? अस्तु अस्तु, समीचीनम्. केवलम् आश्रयविषये एव, आश्रयस्तरे एव तत्र पृथक्त्वम् आगच्छति. वृक्षः अपि पक्षी, तत्र पक्षी वृक्षात् पृथक् इति विषयः तत्र नास्ति. तत् सत्यमेव, किन्तु वाक्ये तस्य सूचना नास्ति. पृथक् आश्रय आश्रित आश्रितौ इति भागे पृथक् इति केवलम् आश्रयस्य, तत्र एव तस्य सम्बन्धः. आश्रितः इति तत्र सम्बन्धः नास्ति, अन्वयः नास्ति. चन्द्रमती भगिनी समीचीनम्? हा, इदानीम् अवगतं महोदय. हा, अस्तु. अन्य कोऽपि प्रश्नः अस्ति? अस्तु, समीचीनं. तर्हि अग्रे इदानीं योगेन्द्रमहोदय पठति वा? श्रूयते महोदय? हा, इदानीं श्रूयते महोदय. कपालभूतलयोः पृथगाश्रयाश्रितत्वेन तयोः संयोगसम्भवे अपि घटकपालयोः तथा विधत्वाभावात् न तयोः कर्मज संयोगज संयोगोत्पत्तिः. कपालभूतलयोः कर्मज संयोगः च संयोगज संयोगः च उत्पत्तुम् अर्हति. किमर्थं पृथगाश्रयाश्रितत्वात् किन्तु घटकपालयोः तथा विधं पृथगाश्रयाश्रितत्वं नास्ति, तथा विधत्वस्य अभावात् न तयोः कर्मज संयोगज संयोगस्य उत्पत्तिः. कपालभूतलयोः पृथगाश्रयाश्रितत्वेन तयोः संयोगसम्भवे अपि घटकपालयोः तथा विधत्व अभावात् न तयोः कर्मज संयोगज संयोग उत्पत्तिः. महोदय, तत्र एकं वक्तव्यमस्ति, नाम तत्र यत् कोटेशन् मार्क्स् मध्ये अस्ति, हा, तत् विद्याधरीवाक्यं, नाम एतत् सर्वं विद्याधर्यामस्ति. अतः तत्र तस्य अर्थः कः इति इदानीं दत्तमस्ति, तावदेव. तर्हि तत्र तत्र यदि पठामः तत्र तत्र एव तत् एतत् सर्वं तत्र विद्याद्रव्यम् अस्ति अतः तत्र तस्य विश्लेषणम् अत्र दत्तमस्ति. अतः तत्र यत् वाक्यं इतः आरभ्य एतावत् अर्थः अग्रे दत्तमस्तु. अस्तु अर्थः कपालभूतलयोः कर्मजसंयोगः च संयोगज संयोगः च उत्पत्तुम् अर्हति. खलु तत्र कपालः अपि भूतलं कर्मजः संयोगः अस्ति इति चिन्तयामि. तत् भवितुम् अर्हति खलु तत् नाम तत्र कपालभूतलयोः मध्ये संयोगः भवति खलु. कपालं यदि कपालं तत्र भूतलस्य समीपं नयामः तत्र कपालभूतलयोः संयोगः भवति खलु. क्रियया भवति तर्हि कर्मजसंयोगः भवति. इदानीं तत्र यदि तत्र कपालिकां नयामः भूतलस्य समीपं तदा कपालिकायां कर्मजसंयोगः भवति. तेन कपाले संयोगजसंयोगः भवति खलु. अतः तत्र संयोगजसंयोगः अपि भवितुम् अर्हति कर्मजसंयोगः अपि भवितुम् अर्हति खलु. किन्तु मूलकारणं किमस्ति? मूलकारणं कपालभूतलयोः मध्ये किमर्थं संयोगः जायते इत्युक्ते तयोः मध्ये किमस्ति? पृथक् आश्रयः अस्ति. पृथक् आश्रय आश्रितत्वम् अस्ति नाम तयोः आश्रयौ पृथक् खलु. कपालस्य अवयवः भूतलस्य अवयवात् पृथक् अस्ति खलु. अतः एव तत्र संयोगः भवति. अन्तिमवाक्यमस्ति यत् किन्तु घटकपालयोः तथाविधं पृथगाश्रयाश्रितत्वं नास्ति. तथाविधत्वस्य अभावात् न तयोः कर्मजसंयोगजसंयोगस्य उत्पत्तिः. तर्हि तत्र घटकपालयोः मध्ये पृथक् आश्रय आश्रितत्वम् अस्ति वा? नास्ति. यतोहि तयोः समान आश्रयः कः भवति? आश्रयः कः भवति? अवयवः कपालिका. समीचीनं. तर्हि कपालस्य आश्रयः कपालिका, घटस्य अवयवः अपि तत्र आश्रयः कपालिका परम्परया अस्ति. तर्हि तत्र पृथक् आश्रयः नास्ति. तर्हि पृथक् आश्रय आश्रितत्वं तयोः नास्ति. अतः तथाविधत्वस्य नाम पृथक् आश्रय आश्रितत्वस्य अभावः अस्ति. अतः अभावात् तयोः मध्ये किं न भवति? कर्मजसंयोगः अपि न भवितुम् अर्हति. संयोगजसंयोगः भवितुं नार्हति. न भवितुम् अर्हति इति अस्ति. अतः तत्र संयोगस्य द्वैविध्यम् अस्ति. किन्तु कर्मजः संयोगः अपि न भवति, संयोगजसंयोगः अपि न भवति तयोः मध्ये घटकपालयोः. यत्र घटस्य अवयवभूतकपालः अस्ति तत्र पृथक् आश्रय आश्रितत्वं नास्ति. किन्तु कपालभूतलयोः मध्ये संयोगः जायते एव. अस्तु, समीचीनं महोदय, धन्यवादः. अस्तु अस्तु, अग्रे तर्हि तत्र शोभभगिनी अग्रे पठति वा? आं महोदय. अत्र गम्भीरतया संयोगः कुत्र कुत्र भवति इति विषये अस्माकं परिशीलनं साधितं, परन्तु अन्ततः तं विषयं लक्षीकृत्य इयं सर्वा चर्चा जाता पृथक्वभेदयोः परस्परवैलक्षण्यम् इति विषयमेव लक्षीकृत्य, पृथक्त्वं भेदश्च भिन्नौ स्तः, पृथक्त्वं भेदश्च भिन्नौ स्तः अथवा समानौ स्तः इत्यस्य निश्चयार्थम् एतत् सर्वं संयोगसम्बन्धविषयम् अधीतवन्तः। तर्हि संयोगस्य पुनः पृथक्वभेदयोः परस्परवैलक्षण्यस्य एकस्य अपरेण सह कः सम्बन्धः? भेदः एव पृथक्त्वम् इति आक्षेपस्य निरासः। एतदपि पुस्तके एव अस्ति इति मन्ये महोदय? स च निरासः कुत्र? अस्मिन् लक्षीकृतविषये न किमपि उक्तम्, अधुना उच्यते। अस्तु, अग्रे पठनीयं वा महोदय अथवा तावत् वदामि वा? तावत् एव अतः तत्र यत् एतत् सर्वं तत्र अस्य करपत्रस्य विषयः कुत्र अस्ति इत्युक्ते पेज् 96 ततः आरभ्य 99 पर्यन्तम् अस्ति, तत्र चतुर्षु पुटेषु अस्ति। किन्तु यदि तद् आरम्भे पठामश्चेत् तत्र अवगमनं बहु किमपि अवगम्यते इति नास्ति, अतः तत्र करपत्रं पठित्वा तदनन्तरं यदि पठामः सुलभतया अवगच्छामः कः कः के अंशाः तत्र सन्ति इति। अपि तत्र अनेके विषयाः तत्र दत्ताः, अतः तत्र अवगमनं क्लिष्टः भवति, अवगमनं क्लिष्टं भवति एव। अस्तु, अत्र गम्भीरतया इत्युक्ते तत्र विषयः गहनः इति इदानीं संयोगः कुत्र कुत्र भवति इति विषये अस्माकं परिशीलनं साधितम् इत्युक्ते तत्र संयोगः कुत्र भवति इति पूर्वं तत्रे दृष्टवन्तः। कर्मजः संयोगः इति आसीत्, तेन संयोगजः संयोगः इति आसीत्, किन्तु केवलम् अन्यद्रव्येन सह। समीचीनम्, अन्यमूर्तद्रव्येण अन्यद्रव्येण सह संयोगः भवति चेदेव तत्र संयोगः इति वदामः। तदेव तत्र संयोगः, तस्मिन् एव द्रव्ये संयोगः भवति चेत् तत् संयोगः नास्ति इति वक्तुं न शक्नुमः। समीचीनम्, एते अंशाः वयं तत्र अस्माभिः तत्र पूर्वस्मिन् करपत्रे तत्र एते अंशाः पठिताः, अतः तत्र गम्भीररीत्या वयं तत्र परिशीलनं कृतवन्तः तत्र संयोगस्य विषये। केवलं तत्र संयोगस्य लक्षणं किम् अपि तत्र किञ्चित् विवरणं पुटद्वये अथवा परिच्छेदद्वये तत्र विवरणम् इति नास्ति, तत्र दीर्घं करपत्रम् आसीत् खलु तत्र संयोगस्य विषये। अतः तत्र वयं बहु किमपि अतीतवन्तः। इदानीं परन्तु अन्ततः कं विषयं लक्षीकृत्य इयं सर्वा चर्चा जाता इति, किमर्थं तत् सर्वं पठितम् इति इदानीं पश्यामः। पृथक्त्वभेदयोः परस्परवैलक्षण्यम् इति विषयम् एव लक्षीकृत्य, तर्हि तत्सर्वम् अस्माभिः पठितं, यतोहि एतं विषयं प्रति गच्छामः इति। इत्युक्ते पृथक्त्वभेदः अपि च परस्परवैलक्षण्यम् इति पृथक्त्वभेदयोः परस्परवैलक्षण्यम् इति विषयं लक्षीकृत्य एव पठितम् अस्माभिः। पृथक्त्वं भेदः च भिन्नौ स्तः अथवा समानौ स्तः। इदानीं पृथक्त्वम् इति गुणम् इति ज्ञातवन्तः, गुणः इति ज्ञातवन्तः। अपि च भेदः पृथक्त्वम् अपि भेदः भिन्नौ स्तः वा अथवा समानौ स्तः इत्यस्य निश्चयार्थम् एतत् सर्वं संयोगसम्बन्धविषयम् अधीतवन्तः अस्तु तर्हि संयोगसम्बन्धविषयं तत्र गम्भीरतया अधीतवन्तः एतस्य कृते पृथक्त्वम् अपि भेदः भिन्नौ स्तः वा अथवा समानौ इति निश्चयार्थं तर्हि संयोगस्य पुनः पृथक्त्वभेदयोः परस्परवैलक्षण्यस्य एकस्य अपरेण सह कः सम्बन्धः तर्हि अग्रे अपि पठित्वा वदामि इदानीम् एतत् तर्हि तत्र अस्माकं लक्ष्यं किम् अस्ति तत्र संयोगस्य न अस्माकं लक्ष्यमस्ति पृथक्त्वम् अपि भेदः भिन्नौ वा अथवा समानौ वा इति आम् इति अतः तत्र एतस्य निश्चयार्थं वयं संयोग इति विषयस्य पठनं कृतवन्तः खलु संयोगस्य विषये बहु किमपि पठितवन्तः इदानीं प्रश्नः तर्हि संयोगस्य तर्हि संयोगस्य पुनः पृथक्त्वभेदयोः इदानीं पुनः पृथक्त्वभेदयोः परस्परवैलक्षण्यस्य इति तावत् हा पुनः पृथक्त्वभेदयोः परस्परवैलक्षण्यस्य तर्हि तत्र संयोगस्य पुनः पृथक्त्वभेदयोः परस्परवैलक्षण्यस्य एकस्य अपरेण सह कः सम्बन्धः इदानीं तत्र सम्बन्धः कुत्र द्रष्टव्यम् इत्युक्ते संयोगस्य पुनः पृथक्त्वभेदयोः परस्परवैलक्षण्यस्य एकस्य अपरेण सह कः सम्बन्धः अस्तु नाम एकस्य इत्युक्ते तत्र प्रथमं संयोगस्य अपरेण सह तत्र पृथक्त्वभेदयोः परस्परवैलक्षण्यस्य इति स्वीकर्तुं शक्नुमः तत्र इति नाम तत्र दत्तमस्ति संयोगस्य विषयं पठितवन्तः किमर्थं पठितवन्तः भेदः अपि पृथक्त्वं तयोः मध्ये वैलक्षण्यं वर्तते न वा इति निश्चयार्थम् एतत् पठितवन्तः इति उक्तं तर्हि प्रश्नः उदेति भोः तत्र सम्बन्धः कः अस्ति पृथक्त्वभेदयोः परस्परवैलक्षण्यम् अस्ति इति विषयः अस्ति अपि संयोगः इति विषयः अस्ति तयोः मध्ये कः सम्बन्धः संयोगस्य संयोगः अस्ति परस्परवैलक्षण्यम् अस्ति न वा इति न जानीमः किन्तु संयोगः अपि वैलक्षण्यं तयोः मध्ये कः सम्बन्धः सम्बन्धः अस्ति चेत् एव वयं ज्ञातुं शक्नुमः अस्तु संयोगस्य आधारेण वैलक्षण्यविषये किमपि निश्चेतुं शक्नुमः नाम संयोगः इति एकस्मिन् भागे परस्परवैलक्षण्यम् इति अन्यस्मिन् भागे तर्हि संयोगस्य वैलक्षण्येन सह कः सम्बन्धः आम् इत्युक्ते अग्रे भेदः एव पृथक्त्वम् इति आक्षेपस्य निरासः इत्युक्ते तत्र पुस्तके दत्तमस्ति भेदः एव पृथक्त्वम् इति आक्षेपस्य निरासः इति अग्रिमः विषयः अस्ति अस्माकं कृते तर्हि स च निरासः कुत्र इति इदानीं प्रश्नः तत्र महोदय निरासः इति कस्मिन् अर्थे स्वीकृतं निरासः नाम तत् भेदः एव पृथक्त्वम् इति आक्षेपस्य निराशा नाम आक्षेपः कृतः किन्तु आक्षेपः समीचीनः नास्ति तर्हि तत्र आक्षेपः मास्तु भेदः पृथक्त्वं नास्ति इति एव स्वीकुर्मः तत्र आक्षेपः मास्तु इति तदेव तत्र निवारणं निराशा नाम निवारणं अस्तु, तर्हि स च निवारणं कुत्र इति इदानीं प्रश्नः. यदि वयं वदामः अस्तु तत्र वैलक्षण्यस्य अस्ति न वा इति निश्चयार्थं तत्र संयोगस्य आवश्यकता अस्ति इति उक्तवन्तः, तर्हि अस्तु संयोगम् इति स्वीकृत्य समाधानं वदतु तर्हि. निवारणं भवेत्, निवारणं कुत्र अस्ति, निराशः कुत्र अस्ति. अस्तु इदानीम् एतावत् न उक्तं किन्तु इदानीम् अग्रे तत्र एतत् वाक्यं नावगतं, तत्र भेदः एव पृथक्त्वम् इति आक्षेपं कथं भवति तत्र महोदय? आक्षेपः नाम तत्र अद्य अपि तत्र करपत्रे दत्तमस्ति किन्तु किञ्चित् वदामि, नाम तत्र प्राचीननैयायिकानां मतं भिन्नं नव्यनैयायिकानां मतं भिन्नम् अस्ति. प्राचीननैयायिकानां मतानुसारं तत्र भेदः अपि पृथक्त्वं, तत्र भेदः पृथक्त्वं नास्ति इति. पृथक्त्वं गुणः, भेदः तत्र अभावः, अन्योन्य अभावः इति. नव्यनैयायिकः किं चिन्तयन्ति? ते चिन्तयन्ति अस्तु तत्र यदि वयं वदामः तर्हि तत्र घटः पटात् पृथक्, तर्हि तत्र अस्तु तत्र पृथक्त्वम् इति गुणः घटे अस्ति, किन्तु घटः पटः न इति यदि वदामः तर्हि तत्र घटे अन्योन्य अभावः वर्तते. अतः तत्र किम् अस्ति अन्योन्यभावः? सर्वेषु पदार्थेषु वर्तते पृथक्त्वं गुणः इति कृत्वा केवलं तत्र द्रव्येषु एव वर्तते, किन्तु यत्र पृथक्त्वम् अस्ति तत्र तु अन्योन्यभावः अपि अस्ति खलु. नाम घटः पटः न अथवा घटः पटात् पृथक्, घटः पटात् पृथक् इत्यत्र पृथक्त्वम् अस्ति, पटः न इत्यत्र अन्योन्य अभावः अस्ति, तर्हि तत्र घटः अन्योन्य अभाववान् अपि भवति, पृथक्त्ववान् अपि भवति. यत्र यत्र पृथक्त्ववान् पृथक्त्वम् अस्ति तत्र अन्योन्य अभावः अपि अस्ति, अतः पृथक्त्वस्य आवश्यकता का? पृथक्त्वमिति त्यजतु, गुणः एव मास्तु इति तेषां मतम्. यत्र पृथक्त्वस्य कार्यम् आवश्यकं तत्र अन्योन्यभावः इति एव अस्ति इति चिन्तयामः, तत्र का हानिः इति तेषां मतम्. अस्तु, अन्यः एकः प्रश्नः अपि अस्ति तत्र महोदय, भेदः एव पृथक्त्वम् इति तत्र निर्धारः इव दृश्यते न तु आक्षेपः इति. न इति नाम तत्र प्राचीनानां मतानुसारं भेदः अपि पृथक्त्वं भिन्नं, तर्हि तत्र तयोः मध्ये तत्र सम्भाषणं भवति इति चिन्तयतु, तर्हि सिद्धान्तः नाम प्राचीननैयायिकः वदति भेदः अपि पृथक्त्वं भिन्नम् इति, भेदः पृथक्त्वं नास्ति. तर्हि तत्र पूर्वपक्षी आगत्य वदति अस्तु भवान् वदति किन्तु अहं वदामि भेदः एव पृथक्त्वं, तर्हि अहं तु तत्र भेदः पृथक्त्वं तयोः मध्ये किमपि न वैलक्षण्यं न पश्यामि, भेदः एव पृथक्त्वम् इति अस्ति, तर्हि इति आक्षेपः, इति आक्षेपं करोति. तदा सिद्धान्ती तस्य निवारणं कुर्यात्. अस्तु अवगतं, भवान् आक्षेपः आक्षेपं कृतवान् तस्य समाधानं निवारणं कथं समाधानं? तत्र आक्षेपः इत्युक्ते किमर्थं द्वयोः उपयोगः इति आक्षेपः, तद् ओब्जेक्षन्. आक्षेपः इति भेदः एव पृथक् इत्युक्ते तत्र आक्षेपः कुत्र इत्युक्ते यथा भवान् उक्तवान् तत्र भेदः पृथक्त्वं द्वयोः आवश्यकता कुतः इति. अस्तु, एकमेव अन्यत् इति, एकमेव अन्यत् इति, तत्र द्वयोः मध्ये वैलक्षण्यं नास्ति इति तदेव पूर्वपक्षी. द्वयोः तत्र प्रसङ्गः न आनीतव्यम् इति एकः वदति तत्र पृथक्त्वम् इति गुणः भेदः इति अन्योन्य अभावः तत्र तयोः मध्ये वैलक्षण्यं वर्तते पूर्व तत्र एतत् प्राचीनानां मतं किन्तु इदानीम् अन्यः कोऽपि आगत्य वदति अहम् एतत् तत्र अस्मिन् विषये मम विश्वासः नास्ति अहं न अङ्गीकरोमि भेदः एव पृथक्त्वं स्यात् इति तर्हि आक्षेपः तद् सः अस्ति आक्षेपः इदानीं तत्र आक्षेपस्य निवारणम् अथवा समाधानं अपेक्षितमस्ति नाम ओब्जेक्षन् तदनन्तरं तत्र तस्य आन्सर् उत्तरं किमर्थं तत् अतः इदानीं उक्तं वदतु भगिनि अस्मिन् लक्ष्यीकृतविषये न किमपि उक्तम् न किमपि उक्तम् अधुना उच्यते इति अग्रे इदानीम् उच्यते अस्मिन् लक्ष्यीकृतविषये इत्युक्ते अस्माकं लक्ष्यीकृतविषयं किम् आसीत् तत्र पृथक्त्वं भेदः च भिन्नौ वा अथवा समानौ वा इति परस्परवैलक्षण्यं वर्तते न वा इति उच्यते इति तस्मिन् विषये किमपि वक्तव्यम् आसीत् तदा एव तत्र निवारणं भवति किन्तु पूर्वं वयं उक्तवन्तः संयोगस्य आधारेण एतत् कर्तुं शक्नुमः इति किन्तु कथं कर्तुं शक्नुमः इति एतावत् न उक्तम् इदानीम् उच्यते तत्र इदानीं साधयामः संयोगस्य आधारेण वैलक्षण्यम् अस्ति न वा इति तत्र तस्य निश्चयं कुर्मः अस्तु अन्य कोऽपि प्रश्नः अतः एतावत् तत्र विषयस्य उद्घाटनं नाम निराशः तत्र निवारणम् आक्षेपस्य निवारणं वैलक्षण्यं वर्तते न वा इति प्रश्नः तस्य उत्तरम् अस्मिन् करपत्रे दत्तम् इति अस्तु समीचीनम् अस्तु अग्रे तर्हि तत्र नीता भगिनी अग्रे पठति वा एतावता अस्माभिः दृष्टं यत् पृथक्त्वभेदयोः स्थले प्राचीनानां मतं भिन्नं पुनः नव्यनैयायिकानां मतं भिन्नम् प्राचीननैयायिकानां मतम् अनुसृत्य पृथक्त्वं गुणत्वात् नवद्रव्यवृत्तिः नाम गुणे सति द्रव्यभिन्नेषु पदार्थेषु न भवति घटः पटात् पृथक् इति प्रतीतौ पृथक्त्वरूपगुणः घटे भवति किन्तु रूपं घटात् पृथक् इति प्रतीतौ वस्तुतः रूपस्य गुणत्वात् पृथक्त्वरूपगुणः तस्मिन् न अर्हति अपि तु रूपं घटात् पृथक् इति वाक्येन घटभेदः रूपे वर्तते इति एव पर्यवसितं यतोहि गुणाः द्रव्येषु एव न तु गुणेषु किन्तु भेदः तु सर्वपदार्थवृत्तिः सर्वषु सप्तसु पदार्थेषु विद्यमानः अयम् अन्योन्य अभावः अत्र विषयस्य उपस्थापनं पूर्वस्मिन् परिच्छेदे जातं तत्र भेदः पृथक्त्वं भेदः समानः वा इति एतावता अस्माभिः दृष्टं यत् पृथक्त्वभेदयोः स्थले तस्मिन् विषये वयं दृष्टवन्तः प्राचीननैयायिकानां मतं तथैव नव्यनैयायिकानां मतं तत्र भिन्नता वर्तते द्वयोः मध्ये प्राचीननैयायिकानां मतमस्ति पृथक्त्वम् इति गुणः अतः तस्य नवद्रव्यवृत्ति पृथक्त्वम् इति गुणस्य नवद्रव्यवृत्तिः वर्तते नाम तत्र पृथक्त्वम् इति गुणः अस्ति तत् नवद्रव्यवृत्तिः दृश्यते अतः द्रव्यभिन्नपदार्थाः ये सन्ति तस्मिन् नव सम्यकं द्रव्यभिन्नपदार्थेषु पृथक्त्व न भवति तत् गुणः अस्ति द्रव्यभिन्नपदार्थेषु गुणः न वर्तते इति प्राचीननैयायिकस्य आशयः सर्वदा द्रव्यम् द्रव्य एव द्रव्यमेव आश्रयः द्रव्य एव अस्ति अतः द्रव्यभिन्नपदार्थेषु पृथक्त्वम् इति गुणः न वर्तते घटः पटात् पृथक् इति प्रतितौ पृथक्त्वरूपगुणः घटे भवति हा तत् वयं दृष्टवन्तः घटः न पटः घटः पटः न घटः पटात् पृथक् पृथक्त्वरूपगुणः घटे भवति किन्तु रूपं घटात् पृथक् इति प्रतितौ रूपस्य गुणत्वात् पृथक्त्वरूपगुणः अस्तु घटः पटात् पृथक् इति प्रतीति अतः पृथक्त्वरूपगुणः घटे भवति घटः तर्हि घटः पटात् पृथक् इति तत् घटः पटात् पृथक् इति यदि शृण्मः तर्हि किम् अवगच्छामः घटः पटात् पृथक् अतः घटः पटः नास्ति न न न तद् भिन्नं तर्हि तत्र घटः पटात् पृथक् अस्ति पृथक् अस्ति नाम इति यदि अवगच्छामः तर्हि तत्र इति शृण्मः तत्र पृथक्त्वमिति गुणः घटे भवति खलु हा घटः पटात् पृथक् अतः पृथक्त्वम् इति गुणः घटे घटे भवति घटे भवति घटे यः यस्य पदस्य प्रथमविभक्ति तत्र आश्रयः खलु तत्र एव पृथक्त्वम् अस्ति पृथक्त्वं घटः पटात् पृथक् इति वाक्ये तत्र पृथक्त्वं कुत्र भवति घटे भवति खलु घटे भवति तत्र पठात् पृथक् अतः पृथक्त्वं घटे अस्ति घटः एव पृथक् घटः पृथक् अस्ति कस्मात् पृथक् पठात् पृथक् पृथक् तर्हि पृथक् इति विशेषणम् अस्ति घटस्य खलु विशेषणवाचकपदं पृथक् पृथक् घटः पठात् पृथक् घटः घटः कीदृशः पठात् पृथक् घटः तर्हि पृथक् इति विशेषणवाचकशब्दः अस्ति घटः घटस्य विशेषणं हा तर्हि पृथक्त्वम् इति भावः खलु यथा तत्र उन्नतः बालकः इति अस्ति चेत् औन्नत्यं बालके अस्ति हा तथैव भाववाचक पृथक्त्व इति तस्य भाववाचक पृथक्त्वं तत्र घटे अस्ति पृथक्त्वं घटे वर्तते पृथक्त्वरूपगुणः पृथक्त्वम् इति गुणः घटे अस्ति तत्र रूपगुणः नाम तादृशं गुणं पृथक्त्वम् इति गुणः घटे भवति पृथक्त्वम् इति गुणः घटे इत्युक्ते घटः पृथक्वान् इति वक्तुं पृथक्त्ववान् हा पृथक्त्ववान् पृथक्त्ववान् घटः इति घटः इति भवति समीचीनं किन्तु रूपं घटात् पृथक् रूपं घटात् पृथक् अत्र रूपे पृथक्त्वं वर्तते हा इदानीं रूपं घटात् पृथक् इति शृण्मः तर्हि तर्हि वस्तुतः रूपस्य गुणत्वात् पृथक्त्वरूपगुणः तस्मिन् पृथक्त्वरूपगुणः तस्मिन् न अर्हति नाम इदानीं रूपस्य रूपं घटात् पृथक् इति यदि शृण्मः तर्हि वयं किं चिन्तयामः रूपे पृथक्त्वम् अस्ति इति चिन्तयामः खलु रूपे पृथक्त्वम् अस्ति हा इति चिन्तयामः यथा पूर्वं घटः आसीत् घटे पृथक्त्वम् आसीत् खलु तत्र पृथक्त्वं पृथक्त्वं पृथक्त्वम् आसीत् तथैव इदानीं रूपम् इति अस्ति रूपं घटात् घटात् अथवा पठात् पृथक् इति चिन्तयतु तर्हि रूपं पठात् पृथक् इति चिन्तयतु घटात् पृथक् तर्हि रूपं घटात् पृथक् इति इत्युक्ते तर्हि तत्र रूपे अपि तत् तर्हि पृथक्त्वं भवेत् खलु किन्तु तत्र समस्या अस्ति का समस्या रूपस्य गुणत्वात् रूपम् इति गुणः खलु गुणः अस्ति पृथक्त्वम् अपि पृथक्त्वम् अपि गुणः हा तर्हि पृथक्त्वम् इति गुणः तस्य आश्रयः कः गुणस्य आश्रयः द्रव्यमेव भवितुम् अर्हति किन्तु रूपम् इति द्रव्यं वा रूपमिति न द्रव्यम् तर्हि गुणः तर्हि एकः गुणः अन्यस्मिन् गुणे न भवितुम् अर्हति स्वस्मिन् तादात्म्यसम्बन्धेन भवति किन्तु अन्यस्मिन् गुणे तत्र न भवितुम् अर्हति तर्हि पृथक्त्वम् इति रूपे न भवितुम् अर्हति अपि तु रूपस्य गुणत्वात् पृथक्त्वरूपगुणः तस्मिन् रूपे नार्हति अपि तु रूपं घटात् पृथक् रूपं घटात् पृथक् इति वाक्येन रूपं घटात् पृथक् इति वाक्येन घटभेदः रूपे वर्तते इति एव पर्यवसितम् घटभेदः रूपे वर्तते नाम रूपं घटः न इति एव तत्र अर्थः भवति रूपं घटात् पृथक् इत्युक्ते रूपं न घटः घटभेदः इति एव पर्यवसितम् यतोहि गुणाः द्रव्येषु एव न तु गुणेषु गुणाः द्रव्येषु एव एकः गुणः अन्यस्मिन् गुणे एव भवितुमर्हति गुणाः द्रव्येषु एव न गुणाः गुणेषु इति किन्तु भेदः तु सर्वपदार्थवृत्तिः भेदः तु सर्वपदार्थेषु वर्तते इति सर्वषु सप्तषु पदार्थेषु विद्यमानः अयम् अन्योन्य अभावः भेदः इति अन्योन्य अभावः तत् वयं पठितवन्तः अन्योन्य अभाव इति सर्वपदार्थवृत्तिः इति अतः अन्योन्य अभावः वयं पुस्तके अपि पठितवन्तः तत्र उदाहरणानि दृष्ट्वा वयम् अवगतवन्तः तत्र अन्योन्य अभावः सर्वेषु पदार्थेषु वर्तते नाम तत्र अभावः अभावे अपि अस्ति विशेषे अस्ति खलु सामान्ये अस्ति गुणे अस्ति अतः तत्र द्रव्ये अपि अस्ति अतः तत्र सर्वपदार्थवृत्तिः अस्ति समीचीनम् अस्तु धन्यवादः भगिनि अग्रे तर्हि तत्र अग्रे उषा भगिनी पठति वा आं महोदय ओके घटभेदः ओके अस्य उत्तरे अतः एकनिमिषत् तर्हि तत्र एतावत् वयं किम् अवगतवन्तः तर्हि तत्र अस्तु तत्र पृथक्त्वम् इति गुणः अस्ति अपि तत्र अन्योन्यभावः इति तत्र भिन्नं यतोहि अन्योन्यभावः सर्वपदार्थः सप्तसु पदार्थेषु वर्तते वर्तते किन्तु पृथक्त्वम् इति केवलं द्रव्येषु एव वर्तते, अतः तत्र समानं नास्ति इति चिन्तनं. आम् महोदय. अस्य उत्तरे नव्यनैयायिकैः उक्तं यत् भेदस्य सर्वपदार्थवृत्तित्वात् यत्र गुणत्वात् पृथक्त्वं गुणे न सम्भवति तत्र भेदः भवति. पुनः यत्र द्रव्ये पृथक्त्वम् इति गुणः विद्यते यत्र द्रव्ये पृथक्त्वम् इति गुणः विद्यते तत्र तस्मिन्नेव अर्थे भेदः अपि भवति इति कृत्वा सर्वत्र भेदः एव भवतु तथा कथितगुणरूपिणः पृथक्त्वस्य का आवश्यकता सर्वं भेदः एव. उत्तर नव्यनैयायिकाः वदति भेदः एव पृथक्त्वम् इति मास्तु इति. भेदस्य सर्वपदार्थवृत्तित्वात् पूर्वपरिच्छेदे वयं दृष्टवन्तः भेदस्य सर्वपदार्थवृत्तित्वात् यत्र गुणत्वात् पृथक्त्वं गुणे न सम्भवति रूपं घटात् पृथक् इति कृते रूपे पृथक्त्वम् अस्ति इत्यस्य कृते समस्या भवति इत्यनेन यतोहि रूपं गुणः गुणः अस्ति पृथक्त्वम् अपि गुणः अस्ति गुणः गुणे न भवितुमर्हति. सो पृथक्त्वं गुणे न सम्भवति तत्र भेदः भवति यत्र गुणत्वात् पृथक्त्वं गुणे न सम्भवति. ओके तत्र भेदः भवति. सो भेदः इति वयं वक्तुं शक्नुमः नाम यत्र उदाहरणे रूपं घटात् पृथक् इत्यस्य कृते घट भेदः रूपे वर्तते नाम तत्र घटभेदः रूपे वर्तते घट घटभेदः भेदः रूपे वर्तते रूपम् इति गुणः इत्यस्य कृते सर्वपदार्थेषु वन् आफ् देम् अभावः गुणे अपि वर्तते रूपे अपि वर्तते सो भेदः रूपे अपि वर्तते इति गुणे अपि नाम यत्र यत्र रूपं घटात् पृथक् इति तत्र पृथक्त्वं रूपे न भवितुम् अर्हति किन्तु तत्र अर्थः कः इत्युक्ते रूपं घटात् पृथक् इति तत्र पृथक्त्वं न भवति किन्तु रूपं घटः न इति एव तत्र तस्य वाक्यस्य अर्थः भवेत् खलु तर्हि घटः न इति एव अर्थः भवति तर्हि घटभेदः रूपे वर्तते इति एव भवति अतः भेदः तत्र भवति यत्र गुणः न पृथक्त्वं गुणः इति न आगच्छति तत्र भेदः भवति एव भेदः भवति एव. पुनः यत्र द्रव्ये पृथक्त्वम् इति गुणः विद्यते यत्र पृथक्त्वम् इति गुणः विद्यते तत्र तस्मिन्नेव अर्थे भेदः अपि भवति इति कृत्वा सर्वत्र भेदः एव भवतु. इदानीम् उदाहरणार्थं तत्र घटः पटात् पृथक् तत्र पृथक्त्वं कुत्र अस्ति घटः पटात् पृथक् इति कृते पृथक्त्वं घटे अस्ति तत्र तर्हि तत्र घटः पटात् पृथक् इति वाक्यस्य अर्थः घटः पटः न इति स्वीकुर्मः तर्हि घटः पटः न तर्हि भेदः अस्ति भेदः अपि घटे अस्ति तर्हि घटे पृथक्त्वमिति गुणः अपि अस्ति किन्तु तस्मिन्नेव घटे भेदः इति भेदः अपि अस्ति पटस्य अन्योन्यभावः तत्र सः अपि अस्ति यत्र द्रव्ये पृथक्त्वम् इति गुणः विद्यते तत्र तस्मिन्नेव अर्थे भेदः अपि भवति इति कृत्वा सर्वत्र भेदः एव भवतु तथा कथितगुणरूपिण तथा कथित महोदय तथा कथितगुणरूपिणः तथा कथितगुणरूपिणः भेदः तथा कथितगुणरूपिणः पृथक्त्वस्य का आवश्यकता पृथक्त्वम् इति मास्तु इति तथा कथितगुणरूपिणः नाम तादृशं गुणः तादृशगुणरूपी तत्र तादृशं तादृशः गुणः यस्य विवरणं पूर्वं दत्तमस्ति नाम अस्मिन् परिच्छेदे यस्य विवरणं दत्तमस्ति यत्र एषः गुणः वर्तते तत्र भेदः अपि अस्ति यत्र एषः गुणः न भवितुम् अर्हति किन्तु तस्मिन् सन्दर्भे भेदः भवति तर्हि तत्र एतस्य गुणस्य का आवश्यकता तर्हि सर्वत्र भेदः इति एव स्थापयामः पृथक्त्वम् इति न आवश्यकं तस्य आवश्यकता एव नास्ति नास्ति नाम पृथक्त्वमपि भेदः तयोः मध्ये तत्र किम् अस्ति केवलं तत्र तस्य न्यूनदेशवृत्तिः भेदः इति तत्र सर्वपदार्थेषु इति वर्तते अतः तत्र केवलं तत्र विशेषरूपेण वयं भेदस्य नामकरणं कुर्मः अस्तु द्रव्येषु वर्तते चेत् भेदस्य नाम भवति पृथक्त्वं किन्तु द्रव्येषु न भवति चेत् भेदः इति एव अस्ति तत्र नूतनगुणस्य आवश्यकता एव नास्ति यत्र यत्र पृथक्त्वं भवति तत्र नाम तत्र द्रव्ये तत्र द्रव्येषु यत्र द्रव्येषु यत्र पृथक्त्वं भवति तत्र एव भेदः अपि भवति अपि द्रव्यभिन्नेषु पदार्थेषु यत्र पृथक्त्वं न भवति तत्र अपि भेदः भवति तर्हि भेदः इति अत्रापि कार्यं करोति पृथक्त्वं केवलम् अत्र कार्यं करोति किन्तु यत् कार्यं पृथक्त्वं करोति यत्र यत्र पृथक्त्वं जायते तत्र तत्र भेदः अपि जायते समानवृत्तिः अस्ति तयोः तर्हि पृथक्त्वम् अस्ति चेत् भेदः अपि अस्ति यत्र पृथक्त्वं नास्ति तत्रापि भेदः कार्यं करोति तर्हि भेदस्य भेदः एव सर्वत्र भवेत् पृथक्त्वस्य आवश्यकता नास्ति नास्ति इति नव्यनैयायिकानां तत्र आक्षेपः अथवा उत्तरं प्रश्नः अस्मिन् विषये आचार्य एकवारम् अन्तिम द्रव्येषु तथा आरभ्य तत् लिखितमस्ति न तत् अन्तिमबिन्दुः पुनः एकवारं वदति वा द्रव्येषु कुत्र अत्र अन्तिम यद् भवान् उक्तवान् तत् पुनः एकवारं लास्ट् वन् लिखितवान् अस्तु अस्तु नाम नाम भगिनी नाम तत्र भेदः तत्र भेदः द्रव्येषु अपि कार्यं करोति अपि द्रव्यभिन्नेषु पदार्थेषु अपि कार्यं करोति भेदः वर्तते अपि यत्र पृथक्त्वं भवति नाम रूपं तत्र घटः पटात् पृथक् इति यत्र भवति तत्र पृथक्त्वम् इति घटे वर्तते तदा तत्र एव घटः पटः न इति अपि तत् सत्यं भवति खलु घटः पटः न घटः पटः पृथक् तत्र घटः पटः न तदपि सत्यम् अस्ति तर्हि घटे यद् घटे पृथक्त्वमपि अस्ति तस्मिन् एव घटे भेदः अपि अस्ति तर्हि यत्र पृथक्त्वं भवति तस्मिन् एव पदार्थे नाम द्रव्ये भेदः अपि अस्ति अपि यत्र घटः पटः न इति वदामः तत्र घटः पटात् पृथक् इति अपि भवति. तर्हि तत्र यत्र भेदः वर्तते द्रव्ये तस्मिन् एव द्रव्ये तत्र पृथक्त्वमपि भवति. तर्हि यदि केवलं द्रव्येषु पश्यामः तत्र किं भवति, तत्र पृथक्त्वम् अपि भेदः तयोः मध्ये तत्र वयं दृष्टवन्तः खलु व्याप्यव्यापकभावः समानवृत्तिः भवति तत्र एकं व्यापकः अन्येकः व्यापकः अन्यः व्याप्यः तत्र उभयविधव्याप्यव्यापकभावः अस्ति चेत् वयं दृष्टवन्तः खलु पूर्वस्मिन् करपत्रे तत्र अथ तत्र द्रव्येषु तत्र किं भवति पृथक्त्वम् अपि भेदः तयोः मध्ये तत्र समानवृत्तित्वम् अस्ति. यत्र यत्र भेदः तत्र तत्र पृथक्त्वं, यत्र यत्र पृथक्त्वं तत्र तत्र भेदः इति द्रव्येषु, केवलं द्रव्येषु. यतोहि द्रव्यभिन्नेषु भेदः अपि भवितुमर्हति, किन्तु केवलं द्रव्येषु पश्यामश्चेत् घटः पटः न, घटः पटात् पृथक्. यत्र भेदः अस्ति तत्र पृथक्त्वमस्ति, यत्र पृथक्त्वमस्ति तत्र भेदः अपि अस्ति. अतः भेदः अपि पृथक्त्वं द्रव्येषु समानं कार्यं कुर्वन्ति, किन्तु भेदः केवलं द्रव्येषु एव कार्यं करोति इति न, किन्तु द्रव्यभिन्नेषु पदार्थेषु अपि तदेव कार्यं करोति. तर्हि पृथक्त्वस्य आवश्यकता एव नास्ति खलु. पृथक्त्वम् इति यत्र यत्र रूप तत्र घटः पटात् पृथक् इति यत्र अस्ति तत्र तस्य अर्थः कः, घटः पटः न इति चिन्तयतु. अन्योन्यभावः एव अस्ति इति चिन्तयतु. पृथक्त्वम् इति गुणः अस्ति इति मास्तु, गुणं त्यजतु इति तेषां चिन्तनम्. आम् स्पष्टमस्ति, समीचीनं स्पष्टमस्ति, धन्यवादः. नाम तत्र यदि यत्र कार्यं करोति तत्र वृत्तित्वस्य तत्र क्षेत्रयोः मध्ये भेदः अस्ति, नाम एतत् अत्र एव कार्यं करोति, अन्यः अन्यस्मिन् क्षेत्रे कार्यं करोति इति अस्ति चेत् तत्र क्षेत्रकार्यक्षेत्रस्य तत्र वैलक्षण्यं, तत्र भेदः अस्ति चेत् तत्र अस्तु, तत्र पृथक्त्वस्य अपि आवश्यकता अस्ति, भेदस्य अपि आवश्यकता अस्ति इति चिन्तनं खलु. किन्तु समानद्रव्येषु समानक्षेत्रमस्ति, यथा तत्र व्याकरणे अपि यदि तत्र सूत्रद्वयमस्ति किन्तु एकस्य सूत्रस्य क्षेत्रं न्यूनम्, अन्यस्य सूत्रस्य क्षेत्रं बृहत् अस्ति चेत्, किन्तु यत्र सूत्रद्वयमपि कार्यं कर्तुं शक्नोति तत्र समानकार्यं कुर्वन्ति चेत् प्रथमस्य आवश्यकता नास्ति खलु. आम् आम् हा, तथैव अत्र अपि तत्र लघुत्वं भवेत्, लाघवान् लाघवं नाम लाघवस्वीकारे समीचीनम् इति कृत्वा तत्र पृथक्त्वं त्यजामः इति. अन्य कोऽपि प्रश्नः? न, अस्तु समीचीनं. हा तर्हि अग्रे तत्र चन्द्रमती भगिनी इदानीं अस्य उत्तरे तत् कृतं सर्वं भेदः एव इति. हा अग्रे पुनः प्राचीनानां पुनः प्राचीनानां मदमनुसृत्य विभक्तिभेदः इति अस्माभिः अवलोकितः. खडः पडे न इत्यनेन भेदस्थले प्रतियोगि अनियोगिवाचकपदयोः प्रथमा विभक्ति किन्तु खडः पटात् पृथक् इत्यनेन पृथक् पृथक्त्वस्थले अवधिवाचकपदात् पञ्चमी आश्रयवाचकपदात् प्रथमा तत्र नव्यैः उत्तररूपेण प्रोक्तं यत् प्रक्रियावशात् प्रयोगभेदेन च अर्थभेदः न सिद्ध्येति. पुनः प्राचीनानां मतम् अनुसृत्य विभक्तिभेदः इति अस्माभिः अवलोकितः. खडः भेदः इति एकः विषयः, पृथक्त्वम् इति अन्यः विषयः, तयोः मध्ये तत्र विभक्तिभेदः भवति इति प्राचीना नैयायिकाः वदन्ति. कः भेदः? भेदः अनन्तरं पृथक्त्वम्, अत्र विभक्ति भेदः अस्ति. खडः पडो न इत्यनेन भेदस्थले प्रतियोगि अनियोगि वाचक वाचकपदयोः प्रथमा विभक्तिः. पडः खडः न अत्र प्रथमा विभक्ति, प्रतियोगि अनियोगि अत्र द्वयमपि प्रतियोगिकः अनियोगिकः. घटः पटः न इति वाक्ये खडः खडः एव प्रतियोगी. किमर्थं तस्य कस्य अन्योन्याभावः अत्र इष्टः? घटः पटः न इति खडः खडः पटात् भिन्नः. खडस्य अनियोगी खडः एव. न तत्र अन्योन्याभावः इति अस्ति खलु, तत्र अन्योन्याभावः, तर्हि तत्र अन्योन्य अभावः इति भेदः, भेदस्य आशयः कः? भेदः कुत्र अस्ति? घटः न पडे भेदः अस्ति. खडः पृथक् अस्ति अत्र. न तत्र घटः पटः न इति तत्र भेदः अस्ति. भेदः कुत्र अस्ति? घटे अस्ति वा पटे अस्ति वा? खडे खडः पटः न इति घटे एव भेदः. घटः एव भेदवान् खलु, नाम भेदः घटे एव अस्ति. पूर्वमपि तत्र वयं पठितवन्तः, पूर्व उपरि अपि पठितवन्तः खलु, तथैव तत्र घटभेदः रूपे वर्तते इति तादृशं. तत्र पटभेदः घटः पटः न इति अनेन पटभेदः घटे वर्तते इति इति इति कष्टं भवति. इत्यनेन वयं किम् अवगच्छामः? तत्र पटभेदः पटभेदः कडे न वर्तते, घटे वर्तते, घटे एव वर्तते. खडभेदः खडे वर्तते, पटभेदः खडे कथं घटे वर्तते? घटः घटः एव खलु, घटभेदः कथं घटे भवेत् खलु? खडभेदः खडे न वर्तते, घटभेदः घटे न वर्तते खलु, अथवा किम् भगिनी? खडस्य प्रतियोगी खडे न वर्तते. न तत्र भवती किं वक्तुम् इच्छति अहं न अवगच्छामि, किन्तु तत्र अन्योन्य अभावः नाम किं? नाम अभावः अस्ति चेत् तत्र अन्योन्य अभावः, तत्र परस्पर अभावः. हा, परस्पर अभावः. अस्तु, तत्र अभावः अस्ति चेत् तत्र अत्र पटः नास्ति इति अनेन तत्र अभावः वर्तते. तत्र प्रतियोगी कः? अत्र पटः नास्ति इति वदामः, अत्र अभावः अस्ति, तर्हि तत्र उद्योगी पटः एव, पटः एव, हा समीचीनं वा? हा तर्हि पटरूप पटनिरूपित अभावः तत्र अस्ति, तथैव पटभेदः नाम पटनिरूपित अभावः घटे वर्तते, अतः एव पटभेदः इति वदामः. तत्र पटभेदः घटे अस्ति, पटनिरूपित अभावः घटे अस्ति, हा पटनिरूपित अभावः घटे अस्ति, अतः तत्र पटः एव प्रतियोगी. अपि तत्र हा अनियोगी, अनियोगी नाम तत्र अभावः कुत्र अस्ति, अभावः घटे, भेदः घटे अस्ति, अतः तत्र अनियोगी इति तत्र प्रायशः तत्र अनियोगिता इति तत्र अभावः तस्य आश्रयः अनियोगी. अनियो तत्र तत् अस्ति तत्र घटः इति, अतः तत्र वाचकपदयोः तत्र प्रथमा विभक्तिः, तर्हि घटः अपि प्रथमविभक्ति, पटः अपि प्रथमा विभक्ति इति अस्ति. भेदस्थले, भेदस्थले तत्र प्रतीतिः कीदृशः इत्युक्ते तत्र तत्र पटः घटः पटः न, तत्र प्रथमाविभक्ति एव वयं पश्यामः तत्र. किन्तु खडः पठात् पृथक् इत्यनेन पृथक् स्थले अवधिवाचकः पदात् पञ्चमी पञ्चमी अत्र खडः पठात् पृथक् अपो खडः खडे एव अवधिवाचकं भवति, अतः खडः पञ्चमी विभक्त्यां भवति. न न घटः पठात् पृथक् इति वाक्ये कस्य पञ्चमी? ओ खडः पठात् खडः पठात् पृथक् इत्यनेन पृथक्त्वस्थले अवधिवाचकं पठः एव पृथक्त्वस्थलं पृथक्त्वस्थले अवधिवाचकपदात् पञ्चमी भवति. तत्र प्रायश भगिनी तत्र अवधिवाचकपदस्य इति भवेत् इति मन्ये, तत्र पदात् इति न, किन्तु तस्य पदस्य पदस्य पञ्चमी. अपि आश्रयवाचकपदस्य आश्रयवाचकपदात् प्रथमा, न पदस्य पदस्य पञ्चमा, आश्रयवाचकपदात् प्रथमा पदस्य पदस्य पदात् इति मुद्रणदोषः इति मन्ये, तत्र पदस्य प्रथमा आशयवाचकपदम् अत्र खडः अस्ति अधः प्रथमा, अवधिवाचकपदं पटः अस्ति अधः तत् पञ्चम्यं भवति. हा नाम पठात् पृथक् पठात् तत्र अवधिवाचक तत्र पठात् इति अस्ति अवधिवाचकपदस्य पञ्चमी, तस्मात् पृथक् अस्ति. खडात् पटः पृथक् इति वदति चेत् खडः अवधिवाचकं घटः इति अवधिवाचकपदं नास्ति, घटः पटात् पृथक् इति अस्ति चेत् कस्य पदस्य पञ्चमी विभक्ति अस्ति? अहम् उक्तवती खडात् पटः पृथक् इति वदति चेत्. ओ अस्तु अस्तु अस्तु अस्तु, हा क्षम्यताम्, अस्तु अस्तु अस्तु, हा किन्तु यद् वाक्यम् अत्र दत्तमस्ति तदेव तस्यैव चिन्तनं भवेत्. हा घटः पटात् पृथक्, नो चेत् क्लेशः भवति. हा तर्हि घटः पटात् पृथक् पटस्य अवधिवाचकपदम् अधः तद् पञ्चम्यं, पटः इति आश्रयवाचकपदम् अधः तद् प्रथमाविभक्त्यां. किमर्थं घटः इति आश्रयवाचकपदम् इति उक्तं? यतोहि यदि वयं शृण्मः घटः पटात् पृथक् इति शृण्मः, पूर्वम् उपरि किं दत्तमासीत् तत् पठति एकवारं तत्र अत्र अत्र एतत् पठतु भगिनि, नाम घटः पटात् पृथक् इति प्रतीतौ पृथक्त्वरूपगुणः खडे भवति, हा किन्तु नाम घटे घटे किं भवति पृथक्त्वरूपगुणः भवति पृथक्त्वस्य आश्रयः कः पृथक्त्वस्य आश्रयः घटः अतः एव तत्र आश्रयवाचकपदस्य प्रथमा घटः घटे एव पृथक्त्वं वर्तते अतः आश्रयवाचकपदस्य प्रथमा अवधिवाचकपदस्य पञ्चमी अतः पठ किन्तु तत्र नव्यनैयायिकः अतः तत्र किं प्राचीनानां प्राचीननैयायिकः किं वदन्ति भोः पश्यतु विभेदः वर्तते घटः पटः न इति तत्र भेदस्थले पृथक् स्वस्थले घटः पटात् पृथक् इति तत्र विभक्तिभेदः अस्ति इति ते वदन्ति किन्तु नव्यनैयायिकः किं वदन्ति उत्तररूपेण प्रोक्तं यत् प्रक्रियावशात् प्रयोगभेदेन च अर्थभेदेन न सिद्ध्यति अर्थभेदः न सिद्ध्यति न सिद्ध्यति अर्थभेदः प्रयोगभेदेन नाम तत्र विभक्तिभेदः अस्ति इति कृत्वा अर्थभेदः अस्ति इति न वक्तुम् इति नास्ति अतः विभक्तिभेदः भवेत् किन्तु अर्थभेदः नास्ति इति ते वदन्ति अतः अर्थभेदः न सिद्ध्यति इति ते वदन्ति अस्तु तर्हि अत्र स्थगयामः तत्र इदानीं तत्र प्राचीनानां मतं किं नव्यानां मतं किम् इति एतावत् अवगतवन्तः तर्हि तत्र अग्रे अग्रिमे सप्ताहे वयं द्रक्ष्यामः तत्र अग्रे किं भवति तत्र गभीरविषयः अस्ति अतः तत्र एकस्य मतस्य उत्तरं भवति समाधानं भवति पुनः आक्षेपः भवति पुनः उत्तरं पुनः आक्षेपः इति अतः दीर्घा चर्चा अस्ति अत्र अस्तु किन्तु समीचीनमेव अग्रिमे सप्ताहे अग्रे सरामः धन्यवादः नमस्कारः अग्रिमवर्गे धन्यवादः धन्यवादः धन्यवादः महोदय नमस्कारः नमस्कारः